पुष्पा भगिनी नमस्ते भगिनि. अस्तु, अस्माकं न्यायवर्गकक्षायां सर्वेषां स्वागतम्. गते सप्ताहे वयं तत्र किञ्चित् अभावविषये परिशीलितवन्तः. तत्र अभावः, अभावस्य चतुर्विधत्वम् इति, तत्र प्रागभावः, प्रध्वंसभावः, अत्यन्ताभावः इति अभाव, त्रिविध अभावाः वयं दृष्टवन्तः. तदनन्तरं तत्र स्वरूपसम्बन्धः इति यदा प्रतियोगी तत्र सम्बन्धः, तत्र यदा प्रतियोगिता अभावः तत्र प्रदातेषु केन सम्बन्धेन अस्ति इति पश्यामः चेत् तत्र संयोगः न भवति, समवायः अपि न भवति. तत्र नूतनसम्बन्धः, स्वरूपसम्बन्धः इति वयं तत्र दृष्टवन्तः. तदनन्तरं कारणविषये किञ्चित् पठन आरम्भं कृतवन्तः. तर्हि तत् किञ्चित् पुनः पठित्वा तस्मात् अग्रे सरामः. तर्हि तत्र बालसुब्रह्मण्यमहोदय, भवान् आरम्भं करोति वा तत्र इदम् अस्य कारणम् इति वक्तुं निकषाः इति अस्ति तस्मात्. इदम् अस्य कारणमिति वक्तुं निकषाः. तथा हि कार्यकारणभावविचारे उत्पत्स्यमानं यत् कार्यं तत् प्रति किं कारणं भवितुमर्हति इति विचारे आदौ तेन कार्याधिकरणे भाव्यम् इति चिन्तितम्. तर्हि कार्यकारणभावविचारे उत्पत्स्यमानं यत् कार्यं तत् प्रति किं कारणं भवितुमर्हति इति विचारे आदौ तेन कार्याधिकरणे भाव्यम् इति चिन्तितम्. निकषाः इत्युक्ते किम्? निकषः कारणम् इति कार्यम् अस्य कारणमिति वक्तुं निकषः कारणं किल. तर्हि तत्र तत्र कार्यम् इति किमपि अस्ति, कार्यमिति किमपि अस्ति चेत् तत्र कार्यं प्रति किमपि कारणमपि भवति खलु. तर्हि तत् कारणम् इति कथं वक्तुं शक्नुमः, कथं निर्णेतुं शक्नुमः, तदेव तत्र निकषाः इति. तर्हि तत्र किमपि परिशीलनं कृत्वा वयं दृढतया वक्तुं शक्नुमः एतत् भवति, एतत् न भवति. तर्हि तत्र तत्र ते के इति एव तत्र प्रश्नः. तदेव निकषाः इत्युक्ते तदेव अर्थः. अवगतं वा? अवगतं. कार्यकारणसम्बन्धः नास्ति, बट् कार्यं कर्तुं यत् कारणम् आवश्यकं, यत् कथं कारणं कार्यकर्तुम् उपयुक्तः इति इत्यादिविषयः निकषाः इति वार्ताः अर्थः किल. हा, सत्यं. तर्हि तत्र केवलं अस्मिन् सन्दर्भे कार्यकारणविषये, परन्तु यद्यपि वयं दृढतया वक्तुं तत्र किमपि परिशीलनं करणीयं खलु, तदेव तत्र निकषाः इति. तथा कार्यकारणभावविचारे उत्पत्स्यमानं यत् कार्यं तत् प्रति किं कारणं भवितुमर्हति इति विचारे आदौ तेन कार्य अधिकरणे भाव्यम् इति चिन्तितम्. तत्र उत्पत्स्यमानम् इति शब्दः अस्ति खलु, तत् कीदृशशब्दः? उत्पत्स्यमानम् उत्पत्स्यमान उत्पत्स्यमानः उत्पद्यमानः विद्यमानः इति वयं वदामः खलु, तत् कीदृशं कीदृशः शब्दः प्रथमम्? शाणजप्रत्ययः. हा, शाणजप्रत्ययः. अस्तु, अपि च तत् कीदृशशाणजप्रत्ययः तत्र तत्र विद्यमानः इति वदामः खलु, तत्र विद्यमानः उत्पद्यमानः तत्र भेदः अस्ति वा? भविष्यत्काल. हा, उत्तमं, तदेव. भविष्यत्काल तत्र उत्पद्यते इति कर्मणि लट्, तर्हि तत्र उत्पद्यमान इत्युक्ते तत्र वर्तमानकाल कर्मणि प्रयोगे तत्र शाणच्प्रत्ययः. उत्पत्स्यति इति लृट्लकाररूपः, तर्हि उत्पत्स्यमानं, क्षम्यताम्, उत्पत्स्यते इति लिट्रकाररूपः, उत्पत्स्यमानः इति भविष्यत्कालशानच्छरूपः. अस्तु, तर्हि तत्र उत्पत्स्यमानं किम् उत्पत्स्यमानम् अस्ति अत्र? कार्यं. कार्यं, सत्यं, यत् कार्यं भवति इत्युक्ते तत्र घटनिर्माणम् इति चिन्तयामः चेत् घटनिर्माणकार्यं यत् भविष्यति तत् प्रति किं कारणं भवितुम् अर्हति इति विचारे इति चिन्तयामः चेत् तत्र प्रथमं तेन कार्याधिकरणे भाव्यम् इति चिन्तितं. तत्र भाव्यम् इति पुनः कीदृशशब्दः? तत्र प्रयोगः कः तत्र भाव्यम् इति वदामः चेत्? तेन कार्याधिकरणे भाव्यम् इति अस्ति खलु, भवितुम् अर्हति भावे प्रयोगः. भावे प्रयोगः, सत्यं, तत्र भावे प्रयोगः अस्ति खलु, भवितव्यं, भवनीयम् इति भाव्यं. तर्हि तत्र तेन कार्याधिकरणे भाव्यम् इत्युक्ते केन कार्याधिकरणे भाव्यम्? कारणेन कार्याधिकरणे. सत्यं, कारणेन कार्याधिकरणे भाव्यम् इत्युक्ते तत्र कर्तरीरूपे वदामः चेत् कथं वक्तुं शक्नुमः? कारणकार्याधिकरण भवति भवेत्. उत्तमं, कारणं कार्याधिकरणे कार्याधिकरणे भवेत्. तर्हि तत्र यदा कार्यं उत्पत्स्यते इति चेत् तत्र यत् तत् कार्यं प्रति कारणं भवति तत् कारणं कार्याधिकरणे भवेत् इति प्रथमं. तत्र उदाहरणमपि दत्तमस्ति, तत् परिशीलयामः. महोदय, अग्रे पठतु. यदि हस्तमलनिवारणं जलेन कर्तुमिच्छति चेत् यद् हस्ते मलः अस्ति यत्र मलनिवारणरूपं कार्यं कर्तव्यं तद् हस्ते एव जलसंयोगः आवश्यकः, न तु अन्यस्मिन् हस्ते भूतलादौ वा. यदि हस्ते अवकरम् अथवा मलिनम् अस्ति अपि च शुद्धं करणं शुद्धं कारयितुम् इच्छामः तदा तद् हस्ते यत्र मलिनम् अस्ति तद् हस्तमेव प्रक्षालनं करणीयं, न तु अपर हस्तं, नो तु भूतल इति. तर्हि तत्र सत्यं, तत्र यदा हस्ते हस्तः मलयुक्तः अस्ति चेत् तत्र हस्ते एव यस्मिन् हस्ते मलः अस्ति तस्मिन् हस्ते एव जलसंयोगः आवश्यकः खलु. तर्हि तत्र तत्र कार्यं किम्? कार्यं कार्यम् कार्यमस्ति मलनिवारणं, हस्तमलनिवारणम् इति कार्यमस्ति. तत्र कारणं किम्? कारणम् इति जलेन न मलनि जलं जलसंयोगः तत्र यदा जलसंयोगः भवति तस्मिन् समये एव फलं प्राप्नुमः खलु तत्र फलं कार्यमित्युक्ते फलं तत्र यदा हस्तमलनिवारणम् इति फलम् आवश्यकं तर्हि तत्र जलसंयोगः इति कारणम् अपि आवश्यकं तत्र प्रथमं जलसंयोगः भवति तदनन्तरं तस्मात् कारणात् तत्र फलं हस्तमलनिवारणम् इति फलम् आयाति अस्तु तर्हि तत्र जलसंयोगः इति कारणं जलसंयोगः इति यत् कारणम् अस्ति तद् यस्मिन् अधिकरणे यस्मिन् हस्ते मलः अस्ति तस्मिन् हस्ते इत्युक्ते तत्र कार्यं यत्र करणीयं तत्र तत्र अधिकरणं कुत्र अस्ति तस्मिन् स्थले एव तत्र कारणम् अपि भवेत् खलु तत्र अन्यस्मिन् हस्ते वा भूतलौ आदौ इत्युक्ते किमर्थं तत्र भूतल आदौ इति अस्ति भूतलम् इत्युक्ते भूमिः सत्यं भूमिः आदौ इति आदौ इत्युक्ते आरम्भे बहूनि वस्तूनि सन्ति भूतलः इति प्रथम अस्तु सत्यं तत् इत्यादि इति वदामः खलु तथा इत्युक्ते तत्र अन्यस्मिन् स्थले इति तत्र अन्यत्र तत्र न अपेक्षितं खलु तत्र केवलं अन्यस्मिन् हस्ते वा नो चेत् अन्यत्र कुत्रापि न अपेक्षितं परन्तु यस्मिन् हस्ते मलः अस्ति तस्मिन् हस्ते एव तत्र जलसंयोगः अपेक्षितः इति भूमौ न तु भूमौ सत्यम् अग्रे पठतु महोदय अतः कार्यम् इति यत् वयं मन्यामहे तस्य अधिकरणे कारणमिति यत् निर्धारणीयं तेन स्थातव्यम् कार्यम् इति यत् वयं मन्यामहे कः कार्यमिति वयं चिन्तितः किं कार्यम् इति किं कार्यम् इति चिन्तितः तस्य अधिकरणे कारणमिति यत् निर्धारणीयं तेन स्थातव्यं सो अस्माकं चिन्तनरीत्या किं कार्यं समानसमये किं कारणम् अधिकरणकारणम् इति निश्चयित्वा उभयोः अपि तेन स्थातव्यं संयोगं कर्तव्यं कारणं कार्यम् उभयः तत्र यद्वयम् इदानीं दृष्टवन्तः तथैव खलु तत्र अतः कार्यमिति यद्वयं मन्यामः इत्युक्ते कार्यमिति यद्वयं ज्ञास्यामः तस्मिन् अधिकरणे इत्युक्ते तत्र उदाहरणे हस्ते मलः अस्ति तर्हि हस्तमलनिवारणम् इति कार्यमस्ति तर्हि तत्र अधिकरणं किं हस्तमलनिवारणस्य अधिकरणं किं हस्तः सत्यं तर्हि तत् अधिकरणं तत्र यत्र कार्यं भवति तस्मिन् स्थले एव कारणम् इत्युक्ते तत्र जलसंयोगः खलु तत् कारणम् इति यत् जलसंयोगः अस्ति तत्र एव तेन स्थातव्यम् इत्युक्ते कारणेन स्थातव्यम् इत्युक्ते कारणं तत्र भवेत् इति अस्ति तत्र पुनः तत्र भावे प्रयोगः खलु तेन स्थातव्यम् इति तर्हि तत्र कारणमिति यद् निश्चितवन्तः निर्धारणीयम् इति तदेव तत्र कारणमिति यद्वयं निश्चितवन्तः तद् यद्वयं कारणमिति यस्य निर्धारणम् इत्युक्ते यस्य निश्चितम् इदानीम् अभवत् तत् कारणं तत् तस्मिन् स्थले भवेत् इति. इतश्चिन्त्यं घटनिर्माणस्थले एकक्षणं महोदय, तत्र राजी भगिनी भवती अग्रे पठति वा? आम् आं महोदय. इतश्च चिन्त्यं घटनिर्माणस्थले तन् निर्माणरीतिं ज्ञातुं कश्चित् नागरिकः गच्छति. सः अपि घटोत्पत्तिः यत्र भवति तत्र भूतले वर्तते एव, न तु सः घटस्य कारणम् इति व्यवह्रियते. अतः कार्याधिकरणे विद्यते इति एतत् न पर्याप्तम्. किन्तु यत् कारणमिति निर्धारणीयं तेन कार्याधिकरणे सर्वदा भाव्यं. नागरिकत्सु यदा ज्ञातुम् इच्छति तदेव घटाधिकरणे भवति, न अन्यदा. दण्डादयस्तु सर्वदा एव भवन्ति इति तानि घटकारणानि. यदि भगिनि इतश्च चिन्त्यम् इत्युक्ते अत्र किम् अर्थः कः? इतश्च चिन्त्यम् इत्युक्ते पूर्वस्मिन् पङ्क्तिमध्ये वयं किं पठितवन्तः, अदौ तत् अनन्तरं पठनीयम् इति चिन्तनीयम् सत्यं, तत् तदनन्तरम् अग्रे किञ्चित् चिन्तनीयम् अग्रे चिन्तनीयम् इति. एकः नागरिकः घटनिर्माणस्थले गच्छति, घटं कथं निर्माणं करोति इति ज्ञातुं गच्छति. सः घटनिर्माणं यत्र भवति तत्र भूमौ एव वर्तते. घटस्य कारणं सः इति, घटस्य कारणं सः न तु सः घटस्य कारणम् इति व्यवह्रियते इत्युक्ते अर्थं किं किं व्यवह्रियते इत्युक्ते उच्यते इति. तत्र लोके यदा वयं पश्यामः चेत् तत्र कोऽपि नागरिकः अस्ति, सः घटनिर्माणं कथं भवति इति ज्ञातुम् इच्छुकः अस्ति, तस्य जिज्ञासा अस्ति तस्मिन् विषये. तर्हि घटनिर्माणस्थलं यदस्ति यत्र कुलालः स्थित्वा तत्र चक्रादि सामग्रीः अस्ति खलु, तत्र कुलालः स्थित्वा घटनिर्माणं करोति, तस्मिन् स्थले सः नागरिकः अपि तिष्ठति, स्थित्वा सः घटनिर्माणं कथं भवति इति पश्यति, ज्ञास्यति अपि खलु. तर्हि परन्तु तथा भवति चेत् वयं तत्र घटनिर्माणं प्रति सः नागरिकः कारणम् इति वदामः वा? तत्र यदा वयं लोके तथा भवति चेत् तत्र वयं तथा न वदामः खलु, तत्र घटस्य कारणम् इति न उच्यते इति एव. अधिक घटस्य कार्य अधिकरणं विद्यते इति न पर्या एतत् न पर्याप्तं. घटस्य निर्माणं कथं करणीयम् इति ज्ञातुं सः गच्छति. कार्यस्य अधिकरणं तत् एव इति न वदति, न पर्याप्तं न जानाति सः. तर्हि तत्र प्रथमं वयं किम् उक्तवन्तः, तत्र पूर्वस्मिन् उदाहरणे तत्र हस्तमलनिवारणविषये यदा वयं पठितवन्तः, तस्मिन् सन्दर्भे वयं किम् उक्तवन्तः, तत्र कार्यं यत्र भवति तस्मिन् अधिकरणे कारणमिति कारणमपि भवति. भवेत् खलु, तर्हि इदानीं तस्मात् किमपि दोषः अभवत् खलु, किमर्थं चेत् तत्र इदानीं किम् अभवत् तत्र कार्याधिकरणस्थले, घटनिर्माणस्थले सः नागरिकः, एकः नागरिकः आगत्य, कश्चन नागरिकः आगत्य तत्र तिष्ठ, तर्हि तत्र इदानीं सः अपि तत्र कार्याधिकरणे अस्ति खलु, तर्हि तत्र नागरिकः अपि कारणम् इति वक्तुं शक्नुमः वा? न, तर्हि केवलं कार्याधिकरणे भवेत् इति कारणात् कारणं न भवति खलु, तत्र केवलं कार्याधिकरणे भवेत् चेत् तत्र कारणमिति वक्तुं न शक्नुमः, यथा नागरिकः कारणं नास्ति घटनिर्माणं प्रति. आम् अवगतमेव. आम् आम् तर्हि नागरिकः यदा ज्ञातुम् इच्छति तदा एव घटस्य अधिकरणं भवति. नागरिकः घटाधिकरणं न भवति, घटस्य अधिकरणम् इत्युक्ते तत्र यत्र घटनिर्माणं भवति तदेव यस्मिन् स्थले खलु, तत्र नागरिकः तु केवलं कारणम् अस्ति वा न वा इत्येव इदानीं प्रश्नः. नागरिकः कारणं कथं भवितुम् अर्हति? सत्यं, तदेव तत्र इदानीं तदेव तत्र समस्या खलु, तत्र यदा वयं कार्यं कार्याधिकरणे यत् अस्ति तत् सर्वं कारणम् इति वदामः चेत् नागरिकः अपि कारणं भवितुम् अर्हति एतस्मिन् सन्दर्भे. किमर्थं चेत् नागरिकः अपि तत्र कार्याधिकरणे अस्ति. परन्तु नागरिकः न, ओन्लि दण्डः एव. तदर्थमेव एतत् वाक्यं पठतु तत्र, किन्तु यत् कारणम् इति निर्धारणीयं, तत् कारणम् इति निर्धारणीयं तेन कार्याधिकरणे सर्वदा भाव्यम्. तर्हि तत्र यत् कारणम् इति वदामः तत् कारणं सर्वदा कार्याधिकरणे भवेत्, न तु केवलं कार्याधिकरणे भवेत् परन्तु सर्वदा भवेत् इत्युक्ते नागरिकः सर्वदा नास्ति खलु, यस्मिन् दिने तस्य आसक्तिः अस्ति तस्मिन् दिने सः आगच्छति, परन्तु अन्यस्मिन् दिने तु सः नास्ति तत्र. परन्तु यदा सः तत्र अस्ति वा नास्ति वा घटनिर्माणं तु भवति एव, तर्हि सः सर्वदा तत्र नास्ति. सत्यं, सर्वदा नास्ति इति कारणात् नागरिकः घटनिर्माणं प्रति कारणं न भवितुम् अर्हति. आम् आं भगिनि. परन्तु दण्डादेव दण्डः, चक्रः, रज्जु इति एतत् सर्वं अन्यसामग्री यत् आवश्यकं घटनिर्माणस्य कृते ते तु सर्वदा भवन्ति एव, तान् विना तु घटनिर्माणं न भविष्यति. आम् यदि ते न अभविष्यत् तर्हि घटनिर्माणम् अपि न अभविष्यत्. कुलालः अपि आवश्यकं किल? कुलालः अपि आवश्यकं, कुलालः, दण्डचक्ररज्जु एतानि वस्तूनि अपेक्षितानि आवश्यकं. दण्डाः नागरिकः तु यदा ज्ञातुम् इच्छति तदा एव घट अधिकरणे भवति, न अन्यदा. दण्डादयः तु सर्वदा एव भवन्ति इति तानि घटकारणानि. तर्हि ते एव दण्डादयः एव घटकारणानि कारणं भवन्ति. आं भगिनि, अस्तु अवगतम्. अवगतम् अस्तु. रामप्रिया भगिनी भवती अग्रे पठति वा? आं भगिनि. इतोपि चिन्त्यं घटः कार्यं स्वस्य अधिकरणे कपाले वर्तते, एवं सर्वदा वर्तते. अग्रे चिन्तनीयं घटः कार्यं घटकार्यं घटनिर्माणं स्वस्य अधिकरणे एकक्षणं भगिनि क्षम्यताम् आम् क्षम्यतां भगिनि इतोपि चिन्तयन् घटः कार्यं स्वस्य अधिकरणे कपाले वर्तते कपाले एव घटस्य अधिकरणं वर्तते तर्हि तत्र कार्यम् इति घटनिर्माणं खलु अस्माकं कृते इदानीं कार्यम् इत्युक्ते घटनिर्माणं घटनिर्माणं घटः यत् कार्यं भवति तद् स्वस्य अधिकरणे इत्युक्ते कपाले यदा न्यायशास्त्रे किं वदामः इत्युक्ते तत्र कपालः इति कपालद्वयस्य मेलनेन एव संयोगेन एव घटः भविष्यति खलु तत्र अवयवी इत्युक्ते घटः अवयवः इत्युक्ते कपालः अवयवी अवयवे अस्ति इति न्यायशास्त्रे वदामः इत्युक्ते घटः कपाले वर्तते तर्हि तत्र घटः स्वस्य अधिकरणे इत्युक्ते तत्र कार्याधिकरणम् इति कपालः एव घटनिर्माणस्य कृते कार्याधिकरणमस्ति कपालः तत्र चक्रः वा तत्र भूमिः वा न तर्हि तत्र यत् कार्यमस्ति तत्र कार्येण अग्रे वयं पठिष्यामः परन्तु इदानीं स्थूलरीत्या वदामि तत्र यत् कार्यमस्ति तत्र समवायेन यत् कार्यं यत् तिष्ठति तदेव तत्र अधिकरणम् अपि भविष्यति तत्र तर्हि तत्र यद् अधिकरणं घटस्य कृते कपालः एव अधिकरणं भवति तर्हि तत्र घटः कपाले अत्र इत्युक्ते अधिकरणे सर्वदा अस्ति एव यदा घटः इति कार्यम् इति वदामः तत् स्वस्य अधिकरणे सर्वदा भवति एव तर्हि घटः स्वस्य अधिकरणे सर्वदा भवति इति कारणात् किमपि नूतनसमस्या आगच्छति तत्र प्रथमं वयं कार्याधिकरणे कारणं भवेत् इति उक्तवन्तः तस्मात् कारणात् समस्या आगता तत्र नागरिकः अस्ति चेत् सः कथं कारणं भवितुम् अर्हति इति तर्हि वयम् उक्तवन्तः तत्र कार्यं प्रति यत् कारणं भवति तत् सर्वदा कार्याधिकरणे भवेत् इति तर्हि इदानीं घटः तथा सर्वदा कार्याधिकरणे अस्ति परन्तु घटः स्वयं प्रति कार्यं स्वयं प्रति कारणं भवितुम् अर्हति वा कार्यं भवितुं न अर्हति खलु तत्र स्वयं कारणं न भवितुम् अर्हति तत्र घटनिर्माणमेव कार्यम् इत्युक्ते घटः कथं कारणं भवितुम् अर्हति खलु तर्हि तत्र नूतनसमस्या आगता अस्तु अस्य समाधानमेव इतः अग्रे अस्ति पठतु भगिनि एकः प्रश्नः भगिनि अवयवः अवयवी इति भवती उक्तवती किल किम् अवयवः किम् अवयवी अवयवः इत्युक्ते यद् अस्ति तद् अवयवः इत्युक्ते वस्त्रम् इति चिन्तयतु यदा वयं लौकिक रीत्या वदामः चेत् तत्र पटे तन्तवः सन्ति इति वदामः खलु तन्तु इत्युक्ते जानाति वा तन्तु तर्हि तत्र तन्तु तन्तवः सन्ति अवयवाः पटः अस्ति अवयवी ओ तन्तु अत्र घट अत्र अस्मिन् स्थले घटः अवयवी घटकर्ता अवयवः पुनः भवता घटः अवयवी सत्यं, तदनन्तरं किम् उक्तवती? घटकर्ता कुलालः न न न अवयवः इत्युक्ते कपालः अवयवः खलु, कपालद्वयसंयोगेन एव घटः घटनिर्माणं भवति. कुलालः तु कारणमस्ति, अवयवः इत्युक्ते अंशः इति. तत्र तत्र घटे कुलालः अस्ति वा कपालः अस्ति वा? कपालः अस्ति. अस्तु, तर्हि तत्र कपालः. परन्तु यदा न्यायशास्त्रे वयं वदामः तत्र अधिकरणविषये, तत्र कपाले घटः अस्ति, तर्हि तत् तथैव तत्र तन्तुषु पटः न तु पटे तन्तवः. अस्तु अस्तु, अवगतम् अवगतं भगिनि. अस्तु अस्तु, रामप्रिया भगिनी अग्रे पठति वा? अतः घट अपि घटस्य कारणं स्यात्. अतः यस्मिन् क्षणे घट कार्योत्पत्तिः तत् पूर्वक्षणे कारणेन भाव्यम् इति चिन्त्यते. अतः घटः अपि घटस्य कारणं स्यात् इति चिन्तनम् अस्ति. अतः यस्मिन् क्षणे, यस्मिन् क्षणे कार्यम् उत्पत्तेः तत् पूर्वक्षणे अपि कारणेन भाव्यम् इति. घटस्य उत्पत्तेः पूर्वक्षणे अपि कारणम् इति चिन्तनम् इत्युक्ते कार घट घट यत् कार्यमस्ति इदानीं घटनिर्माणम् इति यत् कार्यमस्ति तस्य उत्पत्तिः पूर्वक्षणम् अपि तत्र कारणम् इति यद् वदामः तद् भवेत् इति. तर्हि तत्र घटोत्पत्तिः इति यदा घटनिर्माणम् इति कार्यम् इति वयं चिन्तयामः चेत् तत्र पूर्वक्षणे घटः अस्ति वा? नास्ति. नास्ति. तर्हि यद्यपि घटः तत्र अधिकरणे सर्वदा अस्ति चेदपि तत् यदा तस्य निर्माणं भवति तदनन्तरमेव तत् तत्र अधिकरणे भवति, न तु पूर्वक्षणे. तस्य प्राक् नास्ति खलु, कार्योत्पत्तेः प्राक् घटः एव नास्ति, तर्हि घटः अधिकरणे अपि नास्ति खलु. तदेव तर्हि तत्र यद् कारणम् इति यद्वयं वदामः तत् अधिकरणे स्यात्, अधिकरणे सर्वदा स्यात्, अधिकरणे कार्योत्पत्तिः प्राक् स्यात् इति इदानीं तत्र निकषत्रयं अग्रे पठतु. घटः यद्यपि वर्तते स्वोत्पत्त्युत्तरं सर्वदा वर्तते, परन्तु न स्वोत्पत्तेः पूर्वं वर्तते. तदपि निर्माणपूर्वं सर्वदा निर्माण अनन्तरं सर्वदा वर्तते, परन्तु निर्माणपूर्वं न वर्तते. अतः न घटस्य स्वं प्रति कारणत्वात् पतिः. अतः घटस्य कारण उत्पत् कारणं स्वं प्रति न. ये तु तावदेव. सुब्रह्मण्यं महोदय भवान् पठति वा? आ भगिनि, ये तु घटकारणीभूताः दण्डचक्रादयः ते घटाधिकरणे कपाले वर्तन्ते, सर्वदा वर्तन्ते, एवं घटोत्पत्तेः पूर्वक्षणे वर्तन्ते इति दण्डः घटकारणं चक्रं घटकारणमिति व्यवहारः. ये तु घटकारणीभूताः दण्डचक्रादयः ते घटाधिकरणे कपाले वर्तन्ते, घटकारणीभूताः दण्डचक्रादयः ते चक्रादयः ते घटाधिकरणे कपाले वर्तन्ते. इत्युक्ते तत्र दण्डचक्रादयः इति यद् घटकार्यं प्रति कारणं इति वयं जानीमः, तत् घटाधिकरणे कपाले वर्तन्ते, तेव प्रथमनिकषः अस्ति खलु, तत्र अधिकरणे कारणेन भाव्यम्, अधिकरणे सर्वदा भाव्यं, तर्हि तत्र घटादि तत्र दण्डचक्रादयः तु सर्वदा भवति एव, सन्ति एव तत्र अधिकरणे. अपि च घटोत्पत्तेः पूर्वक्षणे अपि तत्र अस्ति खलु, तत् ते सर्वे तु सन्ति एव तत्र. इति दण्डः दण्डः घट घटं घट इति घटनिर्माणम् इति यत् कार्यमस्ति तत् प्रति कारणं, तथैव चक्रमपि कारणम् इति वयं वक्तुं शक्नुमः. अत्र घटस्य अधिकरणं किं भगिनि? घट अधिकरणमस्ति कपालः, तत्र अस्ति खलु ते घटाधिकरणे कपाले. क्षम्यतां, प्रश्नः अत्र कथं वा वक्तुं शक्नुमः दण्डचक्रादयः कपाले वर्तन्ते इति? तत्र भिन्नभिन्नसम्बन्धाः अस्ति, तद् अग्रे पठामः वा पठिष्यामः. तत्र तत्र कपालः इति अधिकरणम् अस्ति, तत्र चक्रं द्रज्जु दण्डः इति तत्सर्वं, तत्र दण्डः अस्ति द्रव्यं, कपालः अपि द्रव्यं, तत्र संयोगसम्बन्धेन दण्डः कपाले, तथैव संयोगसम्बन्धेन चक्रः कपाले इति तथा वक्तुं शक्नुमः. धन्यवादः. स्पष्टम्? अस्तु महोदय, अग्रे अपि पठतु, तत्र निकषाः तत्र अस्ति. तथा किञ्चन कस्यचित् कारणमिति निर्धारयितुं प्रथमं तेन कार्याधिकरणे स्थातव्यम्. तेन कार्याधिकरणे सर्वदा स्थातव्यं. तेन कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् इति भवति क्रमः विचारस्य. यथा भगिनी भवती भवत्यै अत्र द्वितीयविभक्ति भवत्या उक्तम्, अत्र त्रीणि कारणानि सन्ति. प्रथमं तु दण्डचक्रादयः कार्याधिकरणे स्थातव्यं, विचारक्रमः किमस्ति इति अत्र दत्तम्. प्रथमं तु दण्डचक्रादयः कार्याधिकरणनिमित्त तम् इति स्थातव्यम्. अनन्तरं ते कार्याधिकरणे सर्वदा सन्ति. तदनन्तरं कार्योत्पत्तेः पूर्वक्षणे अपि कार्य उत्पत्तिपूर्वम् अपि सन्ति इति विचारक्रमः अस्ति. सत्यं, तर्हि तत्र कारणेन कारणं कार्याधिकरणे भवेत्, कारणं सर्वदा कार्याधिकरणे भवेत्, कारणं कार्योत्पत्तेः प्राक् कार्याधिकरणे भवेत् इति. उत्तमं महोदय, तावदेव. अस्तु, अन्य कोऽपि आगतं वा? अन्य केनापि आगतं वा? अहम् अस्मि, पुष्पा भगिनि. भवती तु उक्तवती खलु नाम, तदनन्तरम् अहं किञ्चित् द्विवारं यावत् ध्वनिः श्रुतवती. ध्वनिः कोलाहलमस्ति, श्रूयते वा? श्रुत्वा श्रूयते भगिनि. ओ भवती एव पुनः आगतवती वा? अस्तु पुनः न अस्मि अस्तु प्रथमे अस्तु धन्यवादः भगिनि. अस्तु सुनील् महोदय भवान् अग्रे पठति वा? आं भगिनि. तादात्म्यस्वीकारे कपालस्य घटकारणत्वासम्भवः. पुनः एकवारं पठतु क्षम्यता. तादात्म्यस्वीकारे कपालस्य घटकारणत्वासम्भवः. घटकारणत्व असम्भवः. घटकारणत्व असम्भवः. इत्थं च कपालः घटं प्रति कारणं न स्यात्. तर्हि तत्र चित्रं दृष्ट्वा किञ्चित् वदतु. कपालः सर्वदा कारणम् इति न वक्तुं शक्यते. अतः एकं चित्रमस्ति. एतैः सम्बन्धैः कपालः स्वस्मिन् नास्ति इति. तर्हि तत्र सर्वदा कारणम् इति न, तत्र वयम् इदानीम् उक्तवन्तः खलु, तत्र कार्याधिकरणे कारणम् इति यद् अस्ति तत् कार्याधिकरणे भवेत् इति. तर्हि कपालः अपि च घटनिर्माणकार्यस्य अधिकरणमस्ति कपालः इति अपि वयम् उक्तवन्तः. तर्हि कपालः कथं कारणम् इति वक्तुं शक्नुमः? तर्हि तत्र कपालः स्वस्मिन् कार्याधिकरणे अस्ति वा तत्र कारणम् इति प्रायः न भवति इति. परन्तु यदा वयं यथा वयं दृष्ट्वा एव वक्तुं शक्नुमः खलु, तत्र कपालः नास्ति चेत् घटनिर्माणं न भवति. तर्हि कपालः तु निश्चयेन घटं प्रति कारणं भवति एव. परन्तु यत् सम्बन्धः वयं जानीमः तत्तु प्रयुज्य तत्र कपालः स्वस्मिन् भवति इति वक्तुं न शक्नुमः. तर्हि कथं तत् साधितुं शक्नुमः इति एव इदानीं प्रश्नः. अवगतं वा? तत्र समस्या का इति न अवगच्छामः चेत् तत्र यद्वयम् अग्रे पठिष्यामः तत् प्रायः तदपि न तस्य अपि तत्र सम्यक् रीत्या अवगमनं न भविष्यति इति. भगिनी पुनः एकवारं वदतु कृपया. अस्तु तर्हि तत्र इदानीं वयं कार्यकारणविषये पठितवन्तः खलु. तत्र कार्यम् इति यद् यदा अस्ति चेत् तस्य कार्यस्य कारणम् इति किमपि भवति. यत् कारणम् अस्ति तत् कारणं कार्याधिकरणे भवेत् इति उक्तवन्तः. तर्हि इदानीं घटनिर्माणम् इति कार्यं स्वीकुर्मः. घटनिर्माणम् इति कार्यस्य वयं चिन्तयामः चेत् कपालः कारणम् इति वक्तुं शक्नुमः. किमर्थं चेत् वयं जानीमः एव तत्र कपालः उपयुज्य एव घटनिर्माणं भवति इति. तर्हि तत्र कपालः नास्ति चेत् घटनिर्माणं न भवति. घटः तत्र यदि घटः न अभविष्यत् तर्हि घटनिर्माणमपि न अभविष्यत्. तर्हि परन्तु इदानीं वयं यैः सम्बन्धैः ये सम्बन्धाः वयं जानीमः तैः तत्र कपालः तेन सम्बन्धेन तैः सम्बन्धैः तत्र कपालः कपाले अस्ति इति वक्तुं न शक्नुमः खलु. तत्र वयं तत्र समवायसम्बन्धः वा संयोगसम्बन्धः वा उपयुज्य तथा वक्तुं न शक्नुमः. तर्हि कथं कपालः घटं प्रति कारणम् इति साधनार्थं कपालः कपाले अस्ति इति निर्धारणीयं खलु. कपाले घटः अस्ति किल? कपाले घटः अस्ति, परन्तु कपाले कपालः अपि भवितव्यं खलु, नो चेत् कपालः कारणं न भविष्यति. किमर्थं चेत् कपालः इदानीं चिन्तयतु, कपालः कार्याधिकरणम् अपि कपालः, कारणमपि कपालः. अस्तु, तर्हि तत्र दण्डः अपि कारणं, दण्डः संयोगसम्बन्धेन कपाले अस्ति इति उक्तवन्तः. तथा परन्तु कपालः स्वस्मिन् संयोगसम्बन्धेन तिष्ठुं स्थितुं शक्नोति वा, स्थातुं शक्नोति वा? प्रायः न. न, किमर्थं तत्र संयोगः इत्युक्ते सम्बन्धः अस्ति किल, पुनः संयोगे इत्युक्ते सम्बन्ध, संयोगे इत्युक्ते सम्बन्धः एव. आम्, पुनः वदतु महोदय. तत्र पुनः पृथक् कर्तव्यं भवति संयोगः. तत्र हस्तसंयोगः भविष्यति, तदनन्तरं हस्तौ पृथक् अपि भवतः खलु. वियोगः अस्ति चेत् तत्र वियोगः, तत्र द्वयोः द्वौ द्रव्यौ तत्र संयोगौ भवति, तदनन्तरं वियोगः अपि भवितुम् अर्हति. परन्तु कपालः इति इदानीं चिन्तयामः चेत् तत्र कपालः स्वस्मिन् संयोगसम्बन्धेन स्थातुं न शक्नोति. अपि च समवायसम्बन्धः अपि अत्र नास्ति. किमर्थं चेत् समवायसम्बन्धः इत्युक्ते तत्र गुणगुणिनोः क्रियाक्रियवतोः तत्सर्वं वयं दृष्टवन्तः. तर्हि कपालमध्ये तत्र तादृशसम्बन्धः अपि नास्ति. तदेव इदानीं वयं तादात्म्यसम्बन्धविषये एव इदानीं पठामः. तर्हि तत्र तादात्म्यसम्बन्धः इति नूतनसम्बन्धः आगच्छति, तत्र तस्य आवश्यकता का इति एव इदानीं प्रथमं प्रश्नः. तत्र कपालः स्वस्मिन् कथं वा स्थातुं शक्नोति इति, तत्र सम्बन्धः कीदृशसम्बन्धः भविष्यति अत्र इति. तत्र सुनील महोदय, इदानीं तत्र चित्रं दृष्ट्वा किञ्चित् वदति वा, घटकपालयोः तत्र सम्बन्धः कः? कपाले घटः अस्ति, सम्बन्धः अवयवी अवयविनोः सम्बन्धः कः? कपालः अवयवी अस्ति, घटः अवयवः अस्ति. कपालः अवयवी वा? घटः अवयवी अस्ति, कपालः अवयवः अस्ति. सत्यं, तत्र अवयव अवयविनोः सम्बन्धः कः? संयोग नास्ति, अन्य समवायसम्बन्धः. उत्तमं, समवायसम्बन्धः अस्ति खलु. तर्हि तत्र घटकपालयोः समवायसम्बन्धः अस्ति, अनन्तरं कपालः घटे तथा न, एतैः सम्बन्धैः कपालः स्वस्मिन् नास्ति. कैः सम्बन्धैः तत्र अस्ति खलु, तत्र पठतु संयोगः. संयोगः दैशिकविशेषणता, कालिकः विशेषता. तत्र कालिकः विशेषता विषये अग्रे पठिष्यामः. दैशिकविशेषणता इत्युक्ते स्वरूपसम्बन्धः, यद् वयं गते सप्ताहे दृष्टवन्तः खलु. तत्र प्रतियोगी अभावप्रतियोगी विषये यदा वयं पठितवन्तः, तस्मिन् सन्दर्भे पठितवन्तः. तर्हि तत्र प्रतियोगिता तत्र घटे स्वरूपसम्बन्धेन अस्ति इति वयं दृष्टवन्तः. तर्हि तादृशसम्बन्धः कपाले भवितुं न अर्हति खलु, कपालः स्वस्मिन् तादृशसम्बन्धेन भवितुं न अर्हति. अपि च संयोगः अपि न इति उक्तवन्तः, कालिकः विषयता अपि न. तर्हि कथं स्वस्मिन् कपालः कीदृश सम्बन्धः अस्ति अत्र इति एव इदानीं प्रश्नः. तर्हि अग्रे भगिनी एकः प्रश्नः, वयं कथं जानीमः कालिकः अपि कालिकः अपि नास्ति विषयता अपि नास्ति इति कथं जानीमः? अग्रे आगच्छति भगिनी, परन्तु कालिकः इत्युक्ते कालविषयः, तत्र तद् नास्ति खलु. तत्र कालः इत्युक्ते जानीमः तत्र समयः इति लौकिकभाषायां वक्तुं शक्नुमः, परन्तु तत्र तथा नास्ति. विषयता इति अपि अग्रे आगच्छति, तत्र विशेषणविशेषभावः इति अस्ति खलु, तथा अस्ति अत्र, तदपि तत्र नास्ति इति इदानीं वक्तुं शक्नुमः. परन्तु यदा वयम् अग्रे पठिष्यामः तस्मिन् सन्दर्भे तु किञ्चित् स्पष्टता आगच्छति. एकः प्रश्नः अस्ति, घटः अव्ययी कपालः अव्ययी अस्ति, अव्यव्याम् तिष्ठति सदा. अवयवे अस्ति, अवयवः अवयविनी न इत्युक्ते, तत्र पटः तन्तवः इति चिन्तयामः चेत् पटः तन्तुषु अस्ति, न तु तन्तवः पटे. स्पष्टं वा? स्पष्टम्. अस्तु, तर्हि रामकार्तिक् महोदय अग्रे पठति वा. घटादिकरणे कपाले कपालः स्वयं न प्रसिद्धैः संयोगादिभिः वर्तते. कुतः? संयोगः भिन्नयोः एव द्रव्ययोः भवति. समवायोऽपि गुणगुणि भावादिस्थले एव कल्पितः. प्रतियोगितादिरूपता अपि कपालस्य नास्ति. तेन दैशिकविशेषणतापि न सम्बन्धः. किञ्च सम्बन्धिनोः भेदे सति एव संयोगसमवायादयः सम्भवन्तीति कथम् एकस्यैव कपालस्य अभिन्नस्य स्वस्मिन् समवायादयः स्युः? तर्हि घटादिकरणे कपाले कपालः यत् यः घटादिकरणः अस्ति तत्र तत्र संयोगादिसम्बन्धाः न वर्तन्ते. किमर्थम् इत्युक्ते संयोगः तु तत्र द्रव्यद्वयम् आवश्यकं संयोगार्थम्, अतः तत्र संयोगः न भवितुम् अर्हति. समवायः अपि न भवितुम् अर्हति, यतोहि तत्र गुणगुणि भावम् आवश्यकं समवायार्थं. गुणगुणि भावादि विषयाः आवश्यकं. तत्र प्रतियोगितादि रूपता अपि कपालस्य नास्ति, अतः तत्र दैशिकविशेषणता अपि तत्र सम्बन्धः इति न वक्तुं शक्नुमः. सम्बन्धिनोः भेदे सति एव तर्हि तत्र किम् उक्तम् इत्युक्ते अग्रिमवाक्ये तत्र सम्बन्धिनः ये सन्ति तेषां भेदः वर्तते इति अस्ति चेत् एव तत्र संयोगसमवायादयः सम्भवन्ति इति वयं जानीमः. स्थितिः एवमेव स्थितिः अस्ति. अतः एकस्य कपालस्य तत्र कपालः तु अभिन्नः तत्र भिन्न तत्र भेदः एव नास्ति, एकः एव कपालः अस्ति. तर्हि तत्र स्वस्मिन् तत्र समवादाय क्षमतां समवायादयः सम्बन्धाः कथं भवितुम् अर्हन्ति? उत्तमम् उत्तमं, तथैव. तत्र घटाधिकरणम् इति यत् कपालः अस्ति, तर्हि तत्र तस्मिन् कपाले कपालः स्वयं कथं स्थातुं शक्नोति इति प्रश्नः. तत्र संयोगः इति यद्वयं पूर्वं दृष्टवन्तः, संयोगसम्बन्धः तत्र भवितुं न अर्हति, अपि च समवायः अपि न भवितुम् अर्हति. तर्हि दैशिकविशेषणता इत्युक्ते स्वरूपसम्बन्धः, तदपि तत्र भवितुं न अर्हति इति. तर्हि तत्र राजी भगिनी भवती वक्तुं शक्नोति वा तत्र किमर्थं संयोगसम्बन्धः न भविष्यति इति? संयोगसम्बन्धः न भवितुमस्ति किमर्थम् इत्युक्ते संयोगसम्बन्धात् द्वे पदानि आवश्यकः. द्वौ द्रव्यौ अवश्यम् भगिनि, एकक्षणम् अहं प्रत्यागच्छामि, मम फोन् मध्ये चार्ज् नास्ति. एकक्षणं भगिनि, चिन्ता नास्ति. तर्हि बालसुब्रह्मण्यं महोदय, भवान् वदति वा तर्हि तत्र सम्यक् सम्बन्धे पुनः द्वयोः अङ्गान् वियोगं भवितुं अर्हति चेत् संयोगसम्बन्धः अथवा संयोगसम्बन्धः नास्ति तत्र. सत्यं, तर्हि तत्र प्रथमं तत्र द्वौ द्रव्यौ आवश्यकौ, अपि च द्रव्यसंयोगः वियोगः अपि भवेत् इति. तत्र संयोगसम्बन्धः नास्ति. अपि च किमर्थम् अस्तु, लक्ष्मी भगिनी भवती वदति वा किमर्थं समवायसम्बन्धः अपि नास्ति अत्र इति? न जानामि भगिनि. अस्तु, तर्हि समवायसम्बन्धः कुत्र कुत्र भविष्यति? समवायसम्बन्धः राजी भगिनी एकक्षणं, एकक्षणं क्षम्यतां, लक्ष्मीभगिनीं पृष्टवती. क्षम्यताम्, अस्तु, चिन्ता नास्ति. लक्ष्मीभगिनी वदतु, तत्र समवायसम्बन्धः कुत्र कुत्र भविष्यति? न, समवायसम्बन्धः इति पूर्वं वयं दृष्टवन्तः खलु, यदा वयं तत्र पदार्थविषये पठितवन्तः, तत्र समवायः इति अपि एकः पदार्थः परिशीलितवन्तः, सम्बन्धः इति. तत्र यत् समवायः इति सम्बन्धः अस्ति, तत्र पृष्ठसङ्ख्या 15 पश्यतु, तत्र चित्रमपि अस्ति. तत्र गुणः, गुणद्रव्यं, क्रियाद्रव्यम् इत्युक्ते क्रियावत्, अपि च सामान्यं, सामान्यम् इत्युक्ते जाति अस्ति खलु, तत्र जाति, व्यक्ति, अपि च विशेषः, नित्यद्रव्याणि, तत्र एव समवायसम्बन्धः भवितुम् अर्हति. अस्तु, तत्र गुणद्रव्यम् इत्युक्ते रूपं, घटे नीलरूपम् इति अस्ति चेत् तत्र रूपम् इति यदस्ति तत् घटे स समवायसम्बन्धेन अस्ति. इत्युक्ते तत्र यत्र वयं पृथक् कर्तुं न शक्नुमः, तत्र हस्त संयोगः भवति चेत् नमस्कारः इति वरं कुर्मः चेत् तदनन्तरं हस्तौ पृथक् भवतः खलु, तर्हि तत्र हस्तवियोगः अपि भविष्यति. परन्तु यदा वयं घटे नीलवर्ण नीलरूपम् अस्ति इति वदामः चेत् तत्र तत् यद् नीलरूपं घटे अस्ति तस्य पृथक्त्वं भवितुम् अर्हति वा, तद् भवितुं शक्नोति वा? यदा हस्तवियोगः भविष्यति तथैव रूपं तत्र घटात् रूपस्य वियोगः भवितुम् अर्हति वा? तत्र नीलरूपं पृथक् घटः पृथक् इति वक्तुं शक्नुमः वा वयम्? भगिनी अस्ति वा? तर्हि चिन्तयतु भगिनी, तत्र तत्र किमपि वस्त्रमस्ति, वस्त्रे वस्त्रं रक्तरूप रूपम् इत्युक्ते वर्णः वर्णं. तर्हि तत्र वस्त्रस्य रूपं रक्तम् इति वदामः चेत् तत्र रक्तम् इति यद् रूपम् अस्ति तद् तद् तत् तत् वस्त्रात् पृथक् कर्तुं शक्नुमः वा? न खलु, तदैव तत्र यदा वयं यदा सर्पः गच्छति चेत् यद् गमनक्रिया सर्पे अस्ति तत् तत्र तत् क्रिया पृथक् अस्ति, सर्पः पृथक् इति वक्तुं शक्नुमः वा? न खलु, तत्र तादृशसम्बन्धः यत्र वयं तथा पृथक् कर्तुं वियोगः न भविष्यति, पृथक् कर्तुं न शक्नुमः, तदस्ति समवायसम्बन्धः. तद् भवति तत्र गुण गुणगुणिनोः मध्ये, अपि च क्रियावत् इत्युक्ते यत्र क्रिया आश्रयः यदस्ति तदेव क्रियावत्. अस्तु, तर्हि तत्र यत्र क्रिया अपि च क्रिया आश्रयोः मध्ये अवयव अवयविनोः मध्ये तादृशस्थलेषु तादृशेषु स्थलेषु तत्र समवायः इति सम्बन्धः अस्ति इति वयं दृष्टवन्तः. तर्हि इदानीं कपाले यत् कपालः इति यत् कारणमस्ति तत् कपालः इति अधिकरणे अस्ति इति साधनीयं, तदेव इदानीम् अस्माकं लक्ष्यम्. तर्हि तत् कपालः इति यत् कारणम् अस्ति तत् स्वस्मिन् समवायसम्बन्धेन अस्ति वा इति प्रश्नः. तर्हि तत्र तादृशसम्बन्धः अस्ति वा यद्वयम् इदानीं दृष्टवन्तः, तत् गुणगुणिनोः क्रियाक्रियवतोः इति तादृशसम्बन्धः कपाल स्वस्मिन् कपाले अस्ति वा? नास्ति. नास्ति, तदेव तावदेव. तर्हि तत्र इदानीं वयं तत्र संयोगसम्बन्धः नास्ति इति उक्तवन्तः, समवायसम्बन्धः अपि तत्र नास्ति इति उक्तवन्तः खलु. अवगतवती वा? अस्तु, उत्तमं. तर्हि तृतीयसम्बन्धः अस्ति स्वरूपसम्बन्धः. तर्हि सुनील् महोदय, भवान् वदति वा किमर्थं स्वरूपसम्बन्धः अपि नास्ति अत्र इति? अहं श्रमं करोमि. तत्र अवच्छेदकं कर्तुं न शक्यते, अतः कपालस्य अवच्छेदकम् इति न, तत्र स्वरूपसम्बन्धः इत्युक्ते कुत्र स्वरूपसम्बन्धः भवति? यत्र प्रतियोगिता अस्ति तत्र अभावस्थले तत्र यदा तत्र अभावस्य विरोधः इति यत् प्रतियोगिता अस्ति तत् तत्र घटे स्वरूपसम्बन्धेन अस्ति खलु, तर्हि अत्र तादृशविरोधः अस्ति वा? यदा कपालः अस्ति चेत् तादृशविरोधः नास्ति. तर्हि तत्र यदा कपालः इति अधिकरणम् अस्ति चेत् तत्र सर्वदा तत्र कपालः इति अस्ति एव खलु, तर्हि तत्र स्वयं तत्र तादृशविरोधः तत्र नास्ति, तर्हि स्वस्मिन् स्वरूपसम्बन्धेन न भवति खलु. अवगतं वा? यदा सर्वदा अभावः नास्ति अस्मिन् स्तरे, अतः तत्र यदा कपालः अस्ति चेत् तत्र कपालभावः न भवितुं शक्नोति खलु. तर्हि तत्र यदा तादृश स्थितिः अस्ति चेत् यत्र सम्बन्धिनोः भेदः नास्ति, तर्हि तत्र एकः एव वस्तु अस्ति कपालः इति, तत्र किमपि अन्य वस्तु नास्ति, तर्हि एकस्य एव कपालस्य तत्र यत्र भिन्नवस्तु नास्ति, तर्हि तत्र समवायसंयोगादि सम्बन्धः न भवितुं शक्नोति. तर्हि किं तत्र कीदृशसम्बन्धः अस्ति इति इदानीं प्रश्नः. तर्हि तत्पर्यन्तम् अवगतं वा, प्रश्नः अस्ति वा? न भगिनि. भगिनि वदतु भगिनि. वक्ष्यमाणः इत्युक्ते? वक्ष्यमाणः इत्युक्ते अग्रे वदति इति. तत्र मानः तत्र उत्पत्स्यमानः इति दृष्टवन्तः खलु वयं. तर्हि तत्र उत्पत्स्यमानः इत्युक्ते तत्र भविष्यत्कालशानच्छ्रयोगः इति उक्तवन्तः खलु, तथैव अत्र. कपालः इत्युक्ते मनः वा? कपालः इत्युक्ते तत्र तत् चषकः इव अस्ति. तर्हि पुरातनकाले यथा घटनिर्माणं भवति स्म, तस्मिन् समये ते तत्र कपालद्वयं द्वयं द्वयस्य संयोगः कृत्वा लेपनादि किमपि सामग्री उपयुज्य तस्य संयोगं कृत्वा घटनिर्माणं करोति स्म, तदेव कपालः इत्युक्ते. न घटः इत्युक्ते घटवाद्यमपि फ्रम् द मिरर् पीसस् दे मेक् इट् घटं द वाद्यं घटं किल टु मेक् देट् वित् द सेण्ड् दे विल् एड् आल् दीस् फैन् पार्टिकल्स् आफ् भगिनि भगिनि भगिनि प्रथमम् आङ्ग्लं मास्तु. आङ्ग्लं परन्तु संस्कृतभाषा संस्कृतेन अहं वक्तुं. तत्र मृतम् इति कपालः तु मृतेन एव भविष्यति, परन्तु तत्र कपालः इत्युक्ते तत्र घटस्य अर्धभागः इति चिन्तयतु. तर्हि तत्र भागद्वयम् अस्ति, कपालः इत्युक्ते घटस्य अर्धभागः. स्पष्टं वा? उत्तमम्. रविमहोदय, भवान् अग्रे पठति वा? तेन दैशिकविशेषणता अपि न सम्बन्धः. न महोदय, अग्रिमपुटं खलु. अतः कपालस्य स्वस्मिन् सम्बन्धः तादात्म्य इति उच्यते. कपालः स्वस्मिन् तादात्म्येन चित्वा समवायेन स्वस्मिन् घटम् उत्पादयति. भवति कपालः घटस्य कारणम्। अतः सर्वस्यापि पदार्थस्य स्वस्मिन् यः सम्बन्धः सः तादात्म्यसम्बन्धः इति सिद्धम्। कपालः स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति। तर्हि तादात्म्यम् इत्युक्ते तदात्मा इति, तदात्मा इति तस्य भावः अस्ति तादात्म्यम् इति। तर्हि तत्र इदानीं वयं निरूपितवन्तः तत्र संयोगसमवाय समवायादिसम्बन्धाः तत्र नास्ति इति, ते सर्वे नास्ति चेत् तत्र नूतनसम्बन्धः आवश्यकः खलु। तर्हि तादात्म्यसम्बन्धः इति नूतनसम्बन्धः कल्पितः। तर्हि तत्र कपाले, कपालः स्वस्मिन् यत् कार्याधिकरणमस्ति खलु तत्र कपालः इति, तत्र स्वस्मिन् तादात्म्यम् इति तादात्म्यसम्बन्धेन तिष्ठति इति। अवगतं वा तत्र प्रश्नः अस्ति वा? आम् अवगतम्। तादात्म्य तादात्म्यसम्बन्धेन स्थित्वा कपालः समवायेन समवायसम्बन्धेन घटम् उत्पादयति। तर्हि तत्र कपालः इति यत् कारणमस्ति, तत् कपालः इति यत् कारणं स्वस्मिन् इत्युक्ते कपाले, कपाले तत् तत्र द्वितीय स्वस्मिन् किमस्ति तत्र कपाले इति, तत्र घटाधिकरणमस्ति खलु। तत्र घटाधिकरणे इत्युक्ते तत्र वयं चिन्तयतु, तत्र वयं किं साधयितुम् तत्र कस्य साधनं कर्तुं प्रभवामः इत्युक्ते, तत्र कपालः इति यत् कारणमस्ति तत् कार्याधिकरणे कपाले कथं भविष्यति इति एव प्रश्नः आसीत् अस्माकम्। अस्माकं पुरतः प्रश्नः तदेव अस्ति खलु, तदेव समस्या अस्ति। तर्हि तस्य समाधानमस्ति अस्मिन् वाक्ये। तर्हि तत्र किञ्चित् अवधानं कृत्वा पठामः। कपालः इति, तत्र कपालः इति यत् कारणमस्ति तत् स्वस्मिन्, स्वस्मिन् इत्युक्ते तत्र कार्याधिकरणे कपाले, तादात्म्येन इत्युक्ते तादात्म्यसम्बन्धेन स्थित्वा समवायेन, समवायेन इत्युक्ते समवायसम्बन्धेन। तर्हि तत्र घटम् इति यत् कार्यमस्ति तत् कार्यं समवायसम्बन्धेन एव तत्र कार्याधिकरणे अस्ति खलु। तर्हि समवायेन स्वस्मिन् पुनः तत्र कार्याधिकरणे घटम् उत्पादयति इत्युक्ते कार्यं तत्र कार्यं भवति इति कपालः घटस्य कारणम्। अत्र घटं प्रति समवायसम्बन्धः अस्ति, तत्र घटः कपाले समवायसम्बन्धेन तिष्ठति, कपालः स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति। तर्हि कपालः कार्याधिकरणे कपाले तादात्म्यसम्बन्धेन स्थित्वा समवायेन कार्यम् उत्पादयति इति कारणात् कपालः घटस्य कारणम् इत्युक्ते तत्र अस्माकं लक्ष्यं किम् अत्र, तत्र कपालः घटस्य कारणम् इति कथं साधयितुं शक्नुमः। तत्र कपालः घटस्य कारणम् इति साधनार्थं कपालः स्वस्मिन् कथं तिष्ठति इति विचारः अपेक्षितः। तर्हि तत्र कपालः स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति इति एव तत्र नूतनविषयः। अन्यत् सर्वं तु वयं पूर्वमेव जानीमः, तत्र समवायसम्घटकपालीमः, अपि च घटः कार्याधिकरणे कपाले समवायसम्बन्धेन वर्तते इत्यपि वयं पूर्वं परिशीलितवन्तः. प्रश्नः अस्ति वा? नास्ति. अस्तु तर्हि वदतु महोदय. अतः वयं तादात्म्यम् इति केवलं कपालस्य स्वस्मिन् सम्बन्धे एव उच्यते किल, न तु सत्यं सत्यं तदेव अग्रिमवाक्ये अस्ति. तद् तस्मिन् परिच्छेदे अन्तिमवाक्यं पठिष्यामः चेत् तस्य समाधानः तत्रैव अस्ति. रविमहोदय तदपि पठित्वा सम्पूर्णं करोति वा? अतः सर्वस्यापि पदार्थस्य स्वस्मिन् यः सम्बन्धः सः तादात्म्यसम्बन्धः इति सिद्धम्. इत्युक्ते सर्वस्यापि पदार्थस्य यत् इदानीं यद् महोदयेन पृष्टं खलु तदेव तत्र स्वस्मिन् यत् यत् सम्बन्धः यत् सम्बन्धेन स्वस्मिन् अस्ति तदस्ति तादात्म्यसम्बन्धः इति सर्वस्य पदार्थस्य तथैव स्थितिः. अवगतं वा? सर्वैः अवगतं वा? अस्तु तर्हि महोदय भगिनि, स्वस्मिन् सम्बन्धे कार्यं किं भवति, कारणं किं भवति? न तत्र सर्वदा कार्यं कारणम् इति न खलु, तत्र तत्र सम्बन्धः इति यत्र अस्ति तत्र कार्यमिति न अपेक्षितं. तत्र यत्र कार्यमस्ति तत्र कस्य केन सम्बन्धेन कार्याधिकरणे अस्ति इति वयं द्रष्टव्यं भवति, परन्तु अस्माभिः द्रष्टव्यं भवति. परन्तु तत्र सम्बन्धः इति अस्ति चेत् तत्र कार्यमिति न आवश्यकं. तत्र यत् यथा वयं नीलवर्ण नीलरूपघटः इति वदामः चेत् तत्र नीलघटः इति तत्र नीलरूपं तु घटे समवायसम्बन्धेन अस्ति खलु, तत्र किमपि कार्यम् अस्ति इति न. परन्तु सर्वदा तत्र समवायसम्बन्धेन एव तत्र गुणगुणिनोः मध्ये समवायसम्बन्धः एव अस्ति खलु. तथैव तत्र पदार्थस्य स्वस्मिन् सम्बन्धः अस्ति तादात्म्यः इति. न हि केवलं कपाले, सर्वस्यापि पदार्थे अपि तादात्म्यसम्बन्धः. तत्र आसन्दः अस्ति चेत् आसन्दः आसन्दे तादात्म्यसम्बन्धेन, पुस्तकं पुस्तके तादात्म्यसम्बन्धेन, घटः घटे तादात्म्यसम्बन्धेन, किमपि अन्य किमपि पदार्थः स्वीकरोतु तत्र उत्पीठिका उत्पीठिकायां तादात्म्यसम्बन्धेन तथा. अवगतम्. अस्तु तर्हि रामप्रिया भगिनी, भवती एकस्मिन् परिच्छेदे यद्वयं पठितवन्तः तत् भवत्याः शब्दैः वदति वा? सर्वे अपि पदार्थाः वा अतः वा? अतः कपालस्य तत् परिच्छेदं, तत् सम्पूर्णपरिच्छेदम्. अतः कपालस्य स्वस्मिन् सम्बन्ध कपालस्य स्वस्मिन् एव सम्बन्धः तादात्म्यम् इति उच्यते इति वदति. कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन. भगिनी क्षम्यतां, तत् भवती भवत्याः शब्दैः वदतु, तत्र पठि पुनः न पठितवन्तः खलु एकवारं, तर्हि अस्तु अस्तु. नूतनशब्दः तादात्म्यं सम्बन्धम् इति, कपालः स्वस्य सम्बन्धः, कपालः कपाले सम्बन्धः तादात्म्यम् इति वदति. समवायेन कपालः घटस्य कारणम् इति स्वस्मिन् सम्बन्धेन तादात्म्येन सम्बन्धेन स्थित्वा अहं वक्तुं शक्नोति इतः परं वक्तुं शक्नोति. कपालः इति यत् कारणमस्ति तत् कार्याधिकरणे तादात्म्यसम्बन्धेन तिष्ठति तत्र तत् स्थित्वा समवायेन स्वस्मिन् घटम् उत्पादयति. इत्युक्ते तत्र कार्यं घटनिर्माणम् इति यत् कार्यम् अस्ति तत् कार्यं स्वस्मिन् कार्याधिकरणे एव भविष्यति खलु. तदर्थमेव तत्र कार्याधिकरणम् इति यत्र कार्यस्य अधिकरणमस्ति तत् कार्याधिकरणं. तर्हि घटनिर्माणम् इति यत् कार्यमस्ति तस्य कार्याधिकरणमस्ति कपालः. अपि च कपालघटयोः सम्बन्धः अस्ति समवायः. तर्हि कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन स्वस्मिन् कार्याधिकरणे घटम् उत्पादयति इति कपालः घटस्य कारणं. तर्हि कथं कपालः घटस्य कारणं भवति इति प्रश्नः इदानीं. तर्हि तत्र तस्य समाधानम् एतदस्ति. अवगतं वा? अवगतं. क्षम्यतां, प्रश्नः तत्र कपालः तत्र तादात्म्यसम्बन्धः त्यजामश्चेत् कपालः समवायेन स्वस्मिन् घटम् उत्पादयति इति कपालः घटस्य कारणम् इति किमर्थं न वक्तुं शक्नुमः? किमर्थं चेत् कपालः स्वस्मिन् समवायसम्बन्धेन न तिष्ठति खलु. तर्हि तत्र कपालः तत्र प्रथमः तत्र कपालः स्वस्मिन् इति पदद्वयमस्ति. कपालः इति यदस्ति तदस्ति कारणं. स्वस्मिन् इति यदस्ति तदस्ति कार्याधिकरणं. तर्हि कारणम् इति वयं पूर्वस्मिन् पुटे पश्यामः चेत् वयं किं पठितवन्तः तत्र कारणं कार्याधिकरणे भवेत्. कारणं कार्याधिकरणे सर्वदा भवेत्. कारणं कार्याधिकरणे कार्योत्पत्तेः प्राक् भवेत्. तर्हि तत्र कारणम् इति यत् कपालः अस्ति तत् कारणे क्षम्यतां कार्याधिकरणे नास्ति चेत् कथं वा तत् कारणम् इति वक्तुं शक्नुमः? तर्हि कारणम् इति यत् कपालः अस्ति तत् कार्याधिकरणे अस्ति इति वक्तव्यम्. परन्तु अत्र वयं कपालः कारणम् इति तत्र वक्तुं तत्र विवक्षा अस्ति वा? नो चेत् अत्र तत्र न तत्र कपालः कारणम् इति सत्यं कपालः कारणम् इति वक्तुं विवक्षा अस्ति खलु. किमर्थं चेत् तत्र यदा वयं लौकिकरीत्या पश्यामः चेत् चिन्तयामः चेत् वयं ज्ञास्यामः तत्र कपालः घटस्य कारणम् इति. परन्तु न्यायशास्त्ररीत्या कथं तत् साधितुं शक्नुमः इत्येव इदानीं प्रश्नः. तर्हि न्यायशास्त्ररीत्या वक्तव्यं चेत् कारणं कार्याधिकरणे भवेत् इति स्थितिः अस्ति. तर्हि तत्र कपालः स्वस्मिन् कथं स्यात्? तर्हि कपालः स्वस्मिन् तादात्म्येन स्थित्वा कारणं कार्यं प्रति कारणं भवति इति समाधानः. स्पष्टं वा? आम्, धन्यवादः. अस्तु, तर्हि पुष्पा भगिनी भवती पठति वा? प्रायः निमिष इतोपि एकनिमिषमेव अस्ति. तर्हि पुष्पा भगिनी अस्ति वा? अस्मि अस्मि अस्मि. सर्वो अपि पदार्थः उक्तसम्बन्धेन स्वस्मिन् भवति. तेन सम्बन्धेन घटो नास्ति इति अभावः. घटं विहाय जगति सर्वत्र भवति. अयम् एव च भेदः. प्रतियोगिनं विहाय सः सर्वत्र भवति. एवं पटो न इति भेदः. पटं प्रतियोगिनं विहाय सर्वत्र भवति. अयम् एव च भेदः. अन्योन्यभावः इति अभावविभागे चतुर्थः निर्दिष्टः तल्लक्षणं च सङ्ग्रह पङ्क्तिव्याख्याने निरूपयिष्यते. अस्तु भगिनि, एकक्षणं तत्र किञ्चित् झटिति वदामि. प्रायः अग्रिमकक्षायां किञ्चित् दीर्घ निष्करणे किञ्चित् परिशीलयामः. तत्र किम् अस्ति चेत् तत्र सर्वन्तः तत्र पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति, तर्हि तेन सम्बन्धेन घटः नास्ति इति अभावः, घटं विहाय जगति सर्वत्र अस्ति. इत्युक्ते तत्र तादात्म्यसम्बन्धेन घटः नास्ति इति यद् अभावः वयं वदामः, तत्तु घटं विहाय अन्य सर्वेषु स्थलेषु अस्ति. इत्युक्ते तत्र घटं केवलं घटे एव तादात्म्यसम्बन्धेन अस्ति खलु, तर्हि तत्र अन्य कुत्रापि स्थलेषु तत्र तेन सम्बन्धेन घटं भवितुं नार्हति. तर्हि घटं घटति घटं विहाय अन्यत्र अन्य सर्वेषु स्थलेषु तादृश अभावः भवति एव, तदेव अस्ति अन्योन्य अभावः इत्युक्ते इति इत्युक्ते यदा वयं वदामः घटो पटः न इति, तर्हि यत्र वयं तथा वदामः तत्र पटः न घटः पटः न इति, तत्र अस्ति अन्योन्यभावः इति. इत्युक्ते तत्र चिन्तयतु, भूतले घटो नास्ति इति यदा वदामः चेत् तद् अत्यन्त अभावः, परन्तु घटः पटः न इति यथा वदामः तदस्ति अन्योन्य अभावः इति, तदेव तत्र चतुर्थविध अभावः. तदेव अत्र अस्ति. तत्र चिन्तयतु, घटः भूतले नास्ति इति यदा वदामः चेत् तत्र घटः संयोगसम्बन्धेन भूतले नास्ति इति वक्तुं शक्नुमः. अनन्तरं तत्र घटाभावः स्वरूपसम्बन्धेन भूतले अस्ति इति अपि वक्तुं शक्नुमः. अपि च घटः भूतलं न तादात्म्यसम्बन्धेन इति तृतीयवाक्यम्. तत्र विषयः तु तत्र विषयः भिन्नः अस्ति, किञ्चित् चिन्तयन्तु, वयम् अग्रिमसप्ताहे इतोपि अधिकं परिशीलयामः एतस्मिन् विषये एव. अस्तु अस्तु अस्तु. प्रश्नः अस्ति वा? न भगिनि, तल्लक्षणं